यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः तद्दिनात् कलिरायातः सर्वसाधनबाधकः। यदा भगवान् मुकुन्दः विष्णुः क्ष्मां त्यक्त्वा भगवान् कृष्णः क्ष्मां त्यक्त्वा भूमिं त्यक्त्वा स्वपदं गतः, वैकुण्ठं गतः, तद्दिनात् तस्मात् दिनात् कलिः आयातः। अयं कलिः सर्वेषां साधनानां बाधकः।